पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 50 ऋषय ऊचुः भविता कथितं सर्वं यत्किञ्चित् पृष्ठमेव च इदानीमपि पृच्छाम एकं वद महामदे येषां खलु तीर्थानां सेवनाद्यत्फलं लभेद सर्वेषां किल कृत्वैकं कर्म केन च लभ्यते येदन्नो ब्रूहि सर्वज्ञ कर्मैवं यदि वर्तते सूत उवाच कर्मयोगः किल प्रोक्तो वर्णानां द्विजपूर्वशः नानाविधो महाभागास्तत्र चैकं विशिष्यते हरिभक्तिकृदा येन मनसा वचसा गिरा जिदं तेन जिदं तेन जिदमेव न संशयः हरिरेव समाराध्य सर्वदेवेश्वरेश्वरः हरिनाममहामन्त्रैः नश्येत् पापपिशाचकम् हरेः प्रदक्षिणं कृत्वा सहृदप्यमलाशयाः सर्वतीर्थसमाप्लावं लभन्ते यन्न संशयः प्रतिमां च हरेर्दृष्ट्वा सर्वतीर्थफलं लभेद विष्णुनामपरं जप्त्वा सर्वमन्त्रफलं लभेद विष्णुप्रसादतुलसीमाक्राय द्विजसत्तमाः प्रचण्डं विकरालं तद्यमस्यास्यं न पश्यति सकृत्प्रणामी कृष्णस्य मादुस्थन्यं पिबेन्नहि हरिपादे मनो येषां तेभ्यो नित्यं नमो नमः पुल्कसस्वपचो वापि ये चान्ये म्लेच्छजादयः तेऽपि वन्द्या महाभागा हरिपादैकसेवकाः किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा हरौ भक्तिं विधायैव गर्भवासं न पश्यति हरेरग्रे स्वनैरुच्चैः नृत्यं स्तन्नामकृन्नरः पुनादिभुवनं विप्रा गङ्गादिसलिलं यथा दर्शनात् स्पर्शनात् तस्य आलापादपि भक्तितः ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः हरे प्रदक्षिणं कुर्वन्नुच्चैस्तन्नामकृन्नरः करतालादिसन्धानं सुस्वरं कलशब्दितं ब्रह्महत्यादिकं पापं तेनैव करतालितम् हरिभक्तिकथामुक्त्वाख्यायिकां शृणुयाच्चयः तस्य सन्दर्शनादेव पूतो भवति मानवः किं पुनस्तस्य पापानामाशङ्का मुनिपुङ्गवाः तीर्थानां च परं तीर्थं कृष्णनाम महर्षयः तीर्थीकुर्वन्ति जगदीं गृहीतं कृष्णनामयैः तस्मान्मुनिवराः पुण्यं नादः परतरं विदुः विष्णुप्रसादनिर्माल्यं भुक्त्वा धृत्वा च मस्तके विष्णुरेव भवेन्मर्त्यो यमशोकविनाशनः अर्चनीयो नमस्कार्यो हरिरेवनसंशयः ये महाविष्णुमव्यक्तं देवं वापि महेश्वरम् एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः तस्मादनादिनिधनं विष्णुमात्मानमव्ययं हरिं चैकं प्रपश्यध्वं पूजयध्वं तथैव हि ये समानं प्रपश्यन्ति हरिं वै देवतान्तरम् ते यान्ति नरकान् घोरान्नतांस्तु गणयेद्धरिः मूर्खं वा पण्डितं वापि ब्राह्मणं केशवप्रियं स्वपाकं वा मोचयति नारायणस्वयं प्रभुः नारायणात् परो नास्ति पापराशि दवानलः कृत्वापि पातकं घोरं कृष्णनाम्ना विमुच्यते स्वयं नारायणो देवस्वनाम्नि जगदां गुरुः आत्मनोऽभ्यधिकां शक्तिं स्थापयामास सुव्रताः अत्र ये विवदन्ते वै आयासलघुदर्शनाद् फलानां गौरवाच्चापि ते यान्ति नरकं बहु तस्माद्धरौ भक्तिमान् स्याद्धरिनाम परायणः पूचकं पृष्ठदो रक्षेन्नामिनं वक्षसि प्रभुः हरिनाम महावज्रं पापपर्वतधारणे तस्य पादौ तु सफलौ तदर्थं गतिशालिनौ तावेव धन्या वाख्यादौ यौदु पूजा करौ करौ उत्तमाङ्गमुत्तमाङ्गं तद्धरौ नम्रमे वयद सा जिह्वा या हरिं स्तौदि तन्मनस्तत्पदानुगं तानि लोमानि चोच्यन्ते यानि तन्नाम्नि चोद्धितम् कुर्वन्ति तच्च नेत्राम्बु यदच्युतप्रसङ्गदः अहो लोका अधितरां दैवदोषेण वञ्चिताः नामोच्चारणमात्रेण मुक्तितं न भजन्ति वै वञ्चितास्ते च कलुषा स्त्रीणां सङ्गप्रसङ्गदः प्रतिष्ठन्ति च लोमानि येषां नो कृष्णशब्दने ते मूर्खा ह्यकृतात्मानपुत्रशोगादिविह्वलाः रुदन्ति बहुलालापैर्न कृष्णाक्षरकीर्तने जिह्वां लब्ध्वापि लोकेऽस्मिन् कृष्णनाम जपेन्नहि लब्ध्वापि मुक्तिसोपानं हेलयैव च्यवन्ति ते तस्माद्यत्नेन वै विष्णुं कर्मयोगेन मानवः कर्मयोगार्चितो विष्णुप्रसीदत्येव नान्यथा तीर्थादप्यधिकं तीर्थं विष्णोर्भजनमुच्यते सर्वेषां खलु तीर्थानां स्नानपानावगाहनैः यत्फलं लभते मर्त्यस्तत्फलं कृष्णसेवनाद् यजन्ते कर्मयोगेन धन्या एव नराहरिं तस्माद्भजध्वं मुनय कृष्णं परममङ्गलम् इति श्रीपाद्मे महापुराणे स्वर्गखण्डे विष्णुभक्तिप्रशंसनं नाम पञ्चाशत्तमोऽध्यायः ॐ